रुधादिगण इति विषयः इदानीमपि प्रवर्तते, तत्र कुत्र पर्यन्तम् अस्माकं पठितं गतरविवासरे को धातु अभवत् इति चिन्तयामि, सम्पूर्णमभवत् खलु, सम्पूर्ण अभवत् समाप्तं भवति महोदय, रुधादिगण न समाप्तं, न अभ्यासः विजय भगिनी तञ्च, हा तञ्च रिचि प्रिचि इति अस्माभिः कृतम्, इदानीं जकारान्तधातवः सन्ति खलु, तत्र किमस्ति मुख्यं, किम् अहम् एकवारं पुनः वदामि, यदा बहु दिनानन्तरम् अस्माकं वर्गः भवति, प्रथममस्ति रुधादिभ्यः श्नम्, श्नम् विकरणप्रत्ययः अस्ति, तत्र मकारः अस्ति, इदानीं इत् अस्ति मित् अस्ति, अतः मिदच्छन्त्यात् परः इति सूत्रेण न यत् अवशिष्यते तत् अन्त्य अन्त्यस्वरानन्तरम् आगच्छति, अन्त्यचरणानन्तरम् आगच्छति, तदेकमस्ति. तदनन्तरम् अन्यं किमस्ति, एकं श्नमस्ति, तदनन्तरम् एकमस्ति स्नान्लोपः, स्नान्नलोपः इति अस्ति. तर्हि यदि स्नान्नलोप इति सूत्रं किं वदति, यदि यत् नकार स्नात् न लोपः, श्नम् स्नात् न लोपः, श्नम् प्रत्यानन्तरं यः न आगच्छति, नकारः आगच्छति, तस्य लोपः भवति. श्नम् प्रत्यानन्तरं यः नकारः आगच्छति तस्य लोपः भवति. यथा धातुः अस्ति इनद्, इन्द् धातुः अस्ति, तस्य श्नम् प्रत्यागत्य किं भवति, इनन्द्, तत्र नकारस्य लोपः भवति, इनद् इति भवति अङ्गम् इति अस्ति. तथैव अञ्ज, अञ्ज मध्ये अनञ्ज इति भवति, अनञ्ज मध्ये किं भवति, नकारस्य लोपः भूत्वा अनज् इति भवति इति एकम्. तदनन्तरम् अङ्गकार्यमेकमस्ति, अङ्गकार्यं किमस्ति, अङ्गकार्यमस्ति श्नसोरल्लोपः, श्नसोरल्लोपः तत् किं वदति, कित्नित् प्रत्ययपरे कित्नित् प्रत्ययकारस्य लोपः, अकारस्य नसोरलोपमध्ये अकारस्य लोपः भवति, न अस्ति स्नम् प्रत्ययमध्ये अ अस्ति, न अ अ अस्ति खलु, तस्य लोपः भवति. तदनन्तरं स्नसोरल्लोपः इति अस्ति, इति अस्ति. तदनन्तरं केवल केवलं किमस्ति, सन्धिकार्यमेव अस्ति, तदेव तस्य वैशिष्ट्यम्. अत्र केवलं स्नान्नलोपः स्नसोरल्लोपः इति अस्ति, तदनन्तरं मुख्यतया हल्सन्धि एव अस्ति सर्वत्र. तत् अस्माभिः किं कृतम्, अस्माभिः चकारान्तधातवः पठिताः, तदनन्तरम् अस्माभिः इदानीं जकारान्तधातवः, जकारान्तधातवः इति अस्ति द्वितीयबिन्दुः खलु. अस्तु, तर्हि इदानीम् आरभामहे, आम् महोदय, जकारान्तः धातवः षट् धातवः युजिर् युज् अञ्जु अञ्जु अञ्ज् ब्रञ्जो ब्रञ्ज् बुज् बुज् ओ विजि विज् वृजि वृज्. अत्र युजिर् इति युज् युज् कथं भवति, युजिर् युज् रकारस्य रूपः भवति, इत्संज्ञावाच्य अस्ति खलु, इर् यदा अस्ति तत्र इर् सम्पूर्ण इति संज्ञा इति मन्यते, दृशिर् मध्ये इर् भवति, दृश् एव अवतिष्ठ्यते, तथैव युजिर् मध्ये इर् इर् इत् संज्ञा अस्ति, अतः युज् अवशिष्यते. युज् युज् धातुः उपयपदि योगे संयोजनं करोति, संयोजनं युज् योगः श्नम् मिदचोन्यात् परः इत्यनेन युनज् इति अभवति. युनज् नकारस्य श्नम् इति इत्यनेन नकार एव श्नम् खलु, नास्ति, आम् युनज् न तिङ् प्रत्ययः निमित्तिकम् अङ्गकार्यं पित्सु अङ्गकार्यं नास्ति युनज् योगः ति सन्धिकार्यं युनक्ति युनज् योगः ति युनक्ति युनज् योगः आणि युनजानि अपित्सु स्नसोरल् लोपः इत्यनेन श्नम् इत्यस्य अकारस्य लोपः युनज् योगः तः युञ्ज् योगः तः सन्धिकार्यं युक्तः युङ्क्तः युनक्ति कथं भवति महोदय युनज् योगः ति भवती वदतु युनज् योगः इदानीम् अङ्गकार्यं किमपि नास्ति सन्धिकार्यं किमस्ति जकारः इत्यनेन ककारः भवति युनक्ति आम् करी च इत्यनेन गकारः भवति तदनन्तरं करीच करीच इत्यनेन ककारः भवति युनक्तिः इति भवति आम् सन्धिकार्यं युनज् योगः ति चोः कुः युनग् योगः ति करी च इत्यनेन युनक् योगः ति वर्णमेलने युनक्ति युञ् योगः तः चोः कुः युङ् योगः तः नच पदान्तस्य जलि इत्यनेन अनुस्वारः भवति युङ् योगः तः करी च इत्यनेन युङ्क् दः योगतः अनुस्वारस्य ई परसवर्ण इत्यनेन युङ्क्तः ङकारः भवति वर्णमेलेन युङ्क्तः इति भवति युञ्ज् योगः अन्ति नश् नशपदान्तस्य जलि इत्यनेन अनुस्वारः भवति युञ्ज् योगः अन्ति अनुस्वारस्य ई पर ई परसवर्णः इत्यनेन युञ्ज् योगः अन्ति वर्णमेलने युञ्जन्ति युञ्जन्ति युनज् योगः सि चोः कुः इत्यनेन युनग् योगः सि आदेशप्रत्ययोः इत्यनेन किमपि सूत्रस्य कार्यं न भवति वा सकारः परे अस्ति चेत् किमस्ति किमपि नास्ति खलु इन्कोः आदेशप्रत्ययः एव अस्ति आम् आम् युनक् योगः षि करीच इत्यनेन युनक् योगः षि वर्णमेलेन युनक्षि युञ्ज् योगः हि हूहल्भ्यो हेदिः इत्यनेन हूजल्भ्यो हेदिः इत्यनेन जल् युनज् योगः हि स्थाने दि आगच्छति तदनन्तरं चोहोकुः तर्टि अस्ति महोदय त्रिपाद्यमस्ति त्रिपाद्यमस्ति खलु अतः प्रथमं तत् त्रिपाद्या पूर्वं यदस्ति प्रथमं सपाद सपाद्याम् इति भागे सूत्रमस्ति तत् प्रयोगं कृतम् अस्ति वा चोः कुः इत्यनेन युनक्ति युनग् योगः दि नश्य पदान्तस्य जलि अनुस्वारः भवति युनग् योगः दि अनुस्वारस्य ई परसवर्णः युनग् योगः दि वर्णमेल युनग् युनग् दि प्रोपाभ्यां युजेर यज्ञेन पात्रेषु प्रोपा प्र उप इत्येव पूर्वात् युजेः अयज्ञपात्रविषयात् आत्मनेपदं भवति सामान्यतया मम सर्वत्र युज् धातु इति उभयपदी अस्ति, परन्तु तस्य विशिष्टार्थे यत्र प्र अथवा उप इति उपसर्गः अस्ति, प्र अथवा उप, प्रोपाभ्यां प्र अथवा उप उपसर्गः अस्ति, तत्र एकम् अर्थमस्ति अयज्ञपात्रविषये, अयज्ञपात्र किमपि अर्थमस्ति तस्मिन् समये तत्र आत्मनेपदमेव भवति, उभयपदम् इति अस्ति, प्रयुङ्क्ते प्रयुङ्क्ते तर्हि आहत्य अर्थ अत्र किमपि केवलम् अधिकार्यम् अस्ति च अङ्गकार्यमस्ति। तर्हि इदानीं रूपाणि कुर्मः। अस्तु तर्हि अग्रे रघुपतिमहोदय युज् धातु परस्मैपदी लच् एकनिमिषं महोदय एकनिमिषं कुत्र अस्ति इति स्नान् लोपः कार्यं स्नान्नलोपः कुत्र यत्र नकारः अस्ति चेत् अस्ति खलु न श्रुणोमि महोदय स्नान्नलोपः कुत्र कार्यं करोति यत्र धातुमध्ये नकारः प्रथमतः पूर्वमेव भवति खलु धातुमध्ये नकारः एव नकारः अस्ति वा अपि च विकरणप्रत्ययस्य अङ्गकार्यमस्ति खलु तत्र विकरणप्रत्ययनिमित्तम् अङ्गकार्यं न तु विकरणप्रत्ययनिमित्तम् अस्तु करोतु इत्यनेन नकार अकारः नस्य नकारः भवति स्नान् स्नानरूपः स्नान्नलोपः वदति श्नम् प्रत्यय अनन्तरं नकारः अस्ति चेत् तत्र तस्य नकारस्य लोपः भवति नसोरल्लोपः वदति किञ्चित् प्रत्ययपरे श्नम् इति विकरणप्रत्ययस्य नकारस्य लोपः आम् आम् हा हा अवगच्छामि महोदय करोमि युज् योग ति इति अस्ति अत्र युज् योग ति रुदादिपष्टमिति तत्र अष्टमिकरणप्रत्यय युनज् योग ति इदानीं तत्र युनज् योग ति चोहुकुः इत्यनेन जकारस्य स्थाने कुत्वं युनक् ति भवति युज् योगतः युनज् योगतः तत्र अष्टसोरल्लोपः इत्यनेन नकारस्य लोपः युञ्ज् योगतः चोहुकुः इत्यनेन तत्र युङ्क् युङ्क् योगतः तत्र अनुस्वारः अनुस्वर नश्चपतञ्जलि अनुसरति परस्वराणि युङ् युङ्क्तः इति भवति अत्र ककारस्य युङ्क् युङ्क्तः इति युङ्क्तः इति भवति अनन्तरं महोदय श्रूयते वा श्रूयते भगिनि रघुपतिनाचार्य अत्र स्नसोरल्लोपः इत्यनेन किं भवति तत्र अकारस्य न युनज् योग तः इति अस्ति तत्र नकारात् परः यद् अकारः अस्ति तस्य लोपः भवति युञ्ज् युञ्ज् योग तः अनन्तरं तत्र अनुस्वार अनुस्वारस्य परसवर्ण इत्यनेन तत्र तत्र युङ्क्तः इति भवति युज् योग अन्ति युनज् योग अन्ति स्नसोरल्लोप इति युञ्ज् योग अन्ति तत्र नश्चपतञ्जलि अनुसर्ति परस्वर्ण युञ् ञकारः भवति युञ्जन्ति इति भवति युनज् युज् योग सि युनज् इदानीम् अङ्गमस्ति युनज् युनज् योग सि इति अस्ति तत्र युनज् योग सि इति युनक् योग सि चोहुकुः इत्यनेन अनन्तरम् आदेशपत्रे युनक्षि इति भवति युनज् योगतः तत्र स्नसोरल्लोपये युञ्ज् योगतः युङ्क्तः इति अतः युङ्क्तः इति युङ्क्तः युङ्क्त इति भवति युनज् योग मी युनज् मी किमपि नास्ति, वर्णमेलनमस्ति. किमर्थं मकारः झल् नास्ति इति कृत्वा युनज् योग वः अपि युनज् वः मः इत्यत्र तत्र स्नतोरलोप इत्यस्य कार्यमस्ति. अतः युञ्ज् योग वः युञ्ज् योग मः तत्र अनुस्वारस्य एयि परसवर्ण इत्यनेन तत्र अनचवर्णस्वारस्य परसवर्ण इत्यनेन अनु झलि झल् नास्ति खलु तत्र अनुस्व युञ्ज् एकनिमिषं महोदय नश्चापदान्तस्य जलि अहं सत्यं तत् अनुस्वरसे परस्वर्ण अनुस्वरसे युञ्जुवः युञ्जुमः इति भवति रूपम् इत्यतः युनक्ति युङ्क्तः युञ्जन्ति युनक्षि युङ्क्तः युङ्क्त युनज्मि युञ्ज्वः युञ्जुमः इति रूपाणि. हलो हलो आं महोदय आं श्रूयते वा आम् श्रूयते श्रूयते अस्तु तर्हि युनक्ति युक्तः युञ्जन्ति युनक्षि युक्तः युक्तः युनज्मि युञ्जवः युञ्जु अस्तु. विजय महोदय लोट् आं महोदय अत्र तु तात् अन्ति न अन्ति न न न तु तात् अन्तु तु तात् अन्तु तु तात् ताम् अन्तु हीतात् तं च आनयावाम अत्र अत्र युन किमस्ति अत्र युनज् इति भवति खलु महोदय प्रथमं रुदादिभ्यः स्नम् मध्ये आगच्छति अतः युनज् इति भवति किम् अत्र अनन्तरं युनज् इति भवति अनन्तरं तत्र स्नसोरोल्लपः स्नसोरो न न न एकनिमिषं जि स्नसो स्नसोरल्लोपः इत्यनेन तत्र युनज् मध्ये नकारस्य नकार उत्तरवर्ती अकारस्य लोपः भवति स्नसोरल्लोपः भवति वा अत्र तु कीदृशः प्रत्ययः अस्ति पित् अस्ति वा अपित् अस्ति किं तात् तु तात् प्रथमं इत्यस्य न भवति तु इत्यस्य अल्लोपः अत्लोपः न भवति युनज् योग तु महोदय तु पित् प्रत्ययः अस्ति खलु स्नसोरल्लोपः कुत्र भवति कित् मित् प्रत्यये परे खलु हलो आम् आम् आम् महोदय तर्हि युनज् युनज् एव अवशिष्यते इदानीं करोतु युनज् अस्ति चेत् अत्र जकारस्य स्थाने चोहो कुहु इत्यनेन तृतीयवर्णः भवति युनग् इति भवति अनन्तरं खरिच इत्यनेन ककारः भवति अनन्तरं तु योजनेन युनक्तु इति भवति समीचीनं भवत्याः ध्वनिः भग्ना भवति युनक्तु अनन्तरं तात् इदानीम् अपित् अस्ति हलादि अपित् अस्ति अत्र अत्र किमस्ति चेत् अत्र अत्र स्नसोरल्लोपः स्नसोरल्लोपः इत्यनेन नकारस्य लोपः भूत्वा उत्तरवर्ति अनन्तरं युञ्जि इति भवति खलु महोदय अनन्तरं चोहो कुहु इत्यनेन जकारस्य गुत्वं कुत्वं भूत्वा तत्र गकारः भवति अत्र युङ् इति भवति अनन्तरं खरिच इत्यनेन ककारः भवति युङ् इति युङ्क् इति भवति मध्ये तत्र किमस्ति तात् योजनेन युङ्क्तात् इति भवति तावदेव खलु महोदय युङ्क्तात् जलि इत्यनेन अनुस्वारः भवति, अनुस्वारस्य यै पदसवर्णः इत्यनेन अस्ति युञ्ज् योगः तात्, तदनन्तरं चोहोकुः इत्यनेन युङ् तात्, तदनन्तरं नश्चापदान्तस्य जलि पूर्वम् तदनन्तरं खरीच इत्यनेन युङ्क्तात्, तदनन्तरम् अनुस्वारस्य परसवर्णः इत्यनेन युङ्क्तात् इति भवति. युङ्क्तात् तादृशमेव अत्र तां योजनेन युङ्क्ताम् इति भवति. अनन्तरं इदानीम् अन्तुयोजनेन अन्तुयोजनेन युज् योगः युनज् योगः युनज् योगः अन्तु इति भवति. तां तादृशमेव इदानीमेव युङ्क्तात् इति तादृशमेव युङ्क्ताम् इति भवति. इदानीं इदानीं युनज् इति भवति, तादृशमेव तत्र नकार उत्तरवर्ति अकारः लोपस्य लोपः भवति, स्नसोरल्लोपः इत्यनेन अतः तत्र युञ्ज् इति भवति. इदानीं युञ्ज् भवति अत्र युञ्ज् भवति अत्र नच्चपदान्तस्य जलि इत्यनेन अनुस्वारः भवति. युञ्ज् इति भवति इञ्जि योगः अन्तु युञ्ज्. अनन्तरं तत्र अनुस्वारस्य यै परसवर्णः इत्यनेन जकारस्य अन्तिमवर्णः युञ्ज् भवति. युञ्ज् योगः अन्तु युञ्ज् युञ्जन्तु इति अन्तिमरूपं युष्मन्नम् किं युञ्जन्तु युञ्जन्तु आम्. अनन्तरं युङ्क्तात् पूर्वमेव दृष्टवन्तः. अनन्तरं किम् अस्ति, हि अस्ति, हि अस्ति अत्र अत्र हि अस्ति चेत् एकं सूत्रं दकारस्य स्थाने हि न हकारस्य स्थाने दकारः भवति. हू जल्ब्योर् हेर् दि इत्यनेन समीचीनं वा महोदय? दकारस्य स्थाने चतुर्थवर्णः दकारः आगच्छति, अतः तत्र पूर्वं तत्र किं भवति, युज् इति अस्ति, युज् अस्ति. अनन्तरं तत्र तादृशमेव किं भवति, चोहुकुः इत्यनेन न चोहुकुः आगच्छति वा महोदय? अत्र आगच्छति युनज् आम् युनज् इति अस्ति, अतः तत्र नकारस्य नकार उत्तरवर्ति अकारः अपगच्छति, अत्र युञ्ज् एव भवति. अनन्तरं नचपदान्तस्य जलि इत्यनेन अनुस्वार नकारस्य स्थाने अनुस्वारः भवति. अनन्तरं तत्र इदानीं करिचय कार्यं करोति, अतः तत्र जकारस्य स्थाने कुतुं भवति, अतः तृतीयवर्णः भवति. युङ् योगः दि भवति. अनन्तरं किमस्ति इदानीं अनुस्वारस्य यै परसवर्णः इत्यनेन जकारस्य स्था न किमस्ति कवर्णः कवर्णी अन्तिमवर्णः भवति, अतः युङ्गि इति भवति. दि स्थाने दि भवति, युङ्दि इति भवति अन्तिमरूपं. प्रथमं तु युनज् योगः धि पूजल्भ्यो हेर् धि धि. इदानीं कित् पत् अस्ति नित् अपित् अस्ति, अतः युञ्ज् योगः धि. तदनन्तरं चोहोकुः इत्यनेन युङ् योगः धि. तदनन्तरं नश्चपादझलि इत्यनेन अनुस्वारः युङ् योगः धि. तदनन्तरं जलां जर्जसि, परन्तु गकारः गकारः एव अवशिष्यते. युङ् योगः धि, तदनन्तरं युङ्धि अनुस्वारस्य परसवर्ण युङ्धि. अत्र पूर्वमेव वयं दृष्टवन्तः युङ्क्ताम् इति, इदानीं युङ्क्त अनन्तरं युङ्क्त इति भवति. युङ्क्तं युङ्क्त अनन्तरम् अत्र किमस्ति युनज् अस्ति अत्र किमस्ति तत्र आनि आव आम इति अस्ति अत्र अत्र तित् अस्ति गुणकार्यं भवति परन्तु अत्र किमपि कार्यं नास्ति एव खलु महोदय वर्णमेलनमेव वा यतोहि अत्र पितरस्ति पितस्ति खलु अतः स्वरल्लोपः नास्ति अत्र स्नसोरल्लोपः स्नसोरल्लोपः किमत् नास्ति नास्ति अतः किं भवति अतः वर्णमेलनमेव युनजानि इति भवति आनि युनजानि युनजाम इति भवति तावदेव अस्तु तर्हि किम् अग्रे मदर् महोदय लङ् आं महोदय युनज् लुङ् लङ् लुङ्षु अडुदातः इत्यनेन अकारस्य आगमः अनुज् योगः तकारः अस्ति इदानीम् अनुज् योगः तकारः आयु नज् योगः तकारः अस्ति तकारः पित् अस्ति अतः अतः हू जल्भ्यो हे न महोदय हल्याभ्यो दीर्घात् अपृक्तं हल् इति सूत्रेण तकारस्य अपृक्त् अस्ति अपृक्त् अस्ति आमां पित् अस्ति चेत् ससोरल्लोपः इत्यनेन कार्यं न भवति न महोदय अतः हूजल् हल्याभ्यो दीर्घात् सूत्रे सम्पृक्तं हल् इति सूत्रेण तकारस्य लोपः उनज् उनज् उनज् इदानीं चोः कुः इत्यनेन गकारः युनग् युनग् इति रूपम् अन्यत् रूपं युनक् अयुनज् आयुनज् तत्र तदनन्तरं किं भवति आयुनग् आयुनग् तदनन्तरम् आयुनग् युनक् वावसाने वावसाने इत्यनेन रूपद्वयमस्ति अयुनग् अयुनग् आम् आयुनज् योगः ताम् अपित् अस्ति अतः ससोरल्लोपः इत्यनेन युन्द् युञ्ज् योगताम् चोहोकुः इत्यनेन युङ्ग् युङ्ग् योग ताम् अस्ति नश्य पदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं तदनन्तरं युङ्ग् योगः ताम् अनुस्वारस्य इ परसवर्णः इति सूत्रेण करिच इति नश्य पदान्तस्य जलि चोः कुः तदनन्तरमेव करिच इति भवति वा द्वितीयपादे नश्च पदन्तरि तृतीयपादे पश्यतु चोः कुः इत्यनेन गकारः तदनन्तरं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः तदनन्तरं अनुस्वारस्य ई परसवर्ण इत्यनेन नकारः युनग् युनक्ताम् तदनन्तरम् अनुस्वारस्य खलु नश्च पदान्तस्य जलि तदनन्तरं करिच वा महोदय नश्च पदान्तस्य जलि पूर्वं भवति 8324 करिच 8455 अनुस्वारस्य यै परसवर्णः 8458 क्रमेण आगच्छति नश्च पदान्तस्य जलि करिच अनुस्वारस्य करिच इत्यनेन युनग् इक् अने अयुनक्ताम् अयुनक्ताम् युनक् नाम तत्र अपि युनग् तत्र कार्यम् अङ्गकार्यमस्ति ससरलोपः इति भवति तदेव अयुङ्क्ताम् आमामाम् अयुङ्क्ताम् सम्यक् रीत्या वदतु अयुङ्क्ताम् क्षम्यतां महोदय युनज् अयुनज् योगः अण् अस्ति अयुनज् योगः अन् ससोरल् लोपः इत्यनेन अयुञ्ज् योगः अन् चोः कुः जकारः गकारः भवति न भवति अकारः अस्ति न जल् नास्ति जल् नास्ति अतः अयुञ्ज् योगः अयुञ्जतां युञ्ज् युञ्जन् शसोरल् लोपः इत्यनेन अयुञ्ज् योगः अन् भवति तदनन्तरं चोः कुः न भवति जल् नास्ति अतः नश्य पदान्तस्य जलि भवति अनुस्वारः भवति अयुञ्ज् योगः अन् तदनन्तरं अयुञ्ज् योगः अन् अस्ति अनुस्वारस्य इ परसवर्णः इत्यनेन अयुञ्ज् योहान् अयुञ्जन् आयुञ्जन् आयुनञ्च योगः सकारः इदानीं सकारः अस्ति अङ्गकार्यं श्रसोरल्लोपः इत्यनेन अयुञ्ज् योगः सकारः आमां पित् अस्ति महोदय पित् अस्ति अतः श्रसोरल्लोपः इति कार्यं न करोति अयुनञ्च योगः सकारः हल्न्याभ्यो दीर्घासूति सपृक्तं हल् इत्यनेन सकारस्य लोपो भवति अयुनज् अयुनज् तदनन्तरं चोः कुः इत्यनेन गकारः भवति अयुनग् अन्यत् रूपम् अयुनग् इति भवति वावसाने इत्यनेन ककारः भवति युञ्जताम् अयुनज्योगः तम् अस्ति इदानीं श्रसोरल्लोपः इति कार्यं करोति अयुञ्जोगः तं तदनन्तरं चोः कुः इत्यनेन अयुञ्ज् इक् योगः तं तदनन्तरं नश्यपदान्तस्य जलि इत्यनेन अनुस्वारः तदनन्तरं करीच इत्यनेन ककारस्य ककारः तदनन्तरम् अनुस्वारस्य ई परसवर्णः इत्यनेन अनुस्वारस्य नकारः भवति अयुङ्क्तम् सम्यक् वा आम् अयुनज् योगः अस्ति इदानीं तत्र एव अयुञ्क्त तदनन्तरम् अयुनज् योगः अम् अस्ति पित् अस्ति अयुनज् योगः तम् अत्र वर्णमेलमेव अयुनजम् अयुनजं किम् युनज्योगः अम् अस्ति पित् अत्र अतः वर्णमेलमेव अस्ति अयुनजम् आयुनज् योगः वा अस्ति असोरल्लोपः अयुञ्ज् योगः वा वकारः जल् नास्ति अतः आयुञ्जोगः वा अस्ति नशपदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरम् अनुस्वारस्य ईपरसवर्ण इत्यनेन अयुञ्ज्व अयुञ्ज्व सम्यक् वा अयुञ्ज्व अयुञ्ज्म इति अयुनग् अयुनक् युञ्जताम् अयुञ्जयन् युञ्जन् अयुनग् अयुनक् अयुञ्जतम् युञ्जतम् युङ्क्तम् युङ्क्तम् युङ्क्त अयुनजम् अयुनजम् अयुञ्ज्व अयुञ्ज्म इति आमां क्षम्यतां महोदय चिन्तयामि तर्हि अयुनज् अत्र अयुनग् अथवा अयुनक् अयुङ्क्ताम् अयुञ्जन् अयुनक् अथवा अयुनक् युङ्क्ताम् अयुङ्क्त अयुनजम् अयुङ्क्त अयुञ्ज्म प्रक्रियायाम् इदानीं भ्रम भवति महोदय किं सूत्रं प्रथम आगच्छति तदनन्तरं किं सूत्रम् अस्ति इति एव अत्र कार्यम् अस्माभिः बहुवारं पठितं खलु ततः आमाम् आमां भ्रमः कीदृशः भवति इति मस्तिष्के स्यात् भवेत् भवति चेत् वक्तुं शक्नोति ओ इदानीं ओ चुहुकुः तु एट् टु मध्ये अस्ति नष्टवादजलि एट् त्री मध्ये अस्ति खरि च अनुस्कारस्य प्रसवर्ण एट् फोर् मध्ये अस्ति विधिलिङ्ग् मध्ये किमस्ति सर्वे प्रत्ययाः कीदृशाः सन्ति अपित् सन्ति अपितः तदनन्तरं युञ्ज् योगः यात् अत्र यकारः कीदृशः झलि नास्ति अतः चोहकुः कार्यं न करोति तदनन्तरं पार्श्वे एकवर्णः इत्यनेन पञ्चमः चवर्गस्य पञ्चमः वर्णः युञ्ज् अतः सर्वत्र युञ्ज्यात् युञ्ज्यातां युञ्जुः युञ्ज्यः युञ्ज्यातं युञ्ज्यात युञ्ज्यां युञ्ज्याव युञ्ज्याम इति अस्तु इदानीम् अग्रे रघुपति महोदय आत्मनेपदम् हा अस्तु महोदय आत्मनेपदि युनज् योगते इति अस्ति अत्र संसारलोपः युञ्ज् योगते युङ् योगते अनन्तरं नश्चपदान्तरनुस्वारस्य परसवर्ण खरिचित्रेण युङ्क्ते इति भवति युङ्क्ते अत्र युञ्ज् इति सर्वत्र युञ्ज् इति अङ्गमस्ति युञ्ज् युञ्जाते इति अत्र कोहचुः इति न भवति युञ्जाते युञ्जते युञ्ज् योगस्य इति अस्ति अत्र युञ्ज् योगस्य तत्र भवति तत्र युञ्ज् चोः कुः इत्यस्य प्रसक्तिः अस्ति युङ् युङ् युङ् युङ्क् चोहुकु इत्यनेन तत्र क्षम्यता युङ् योगस्य अनन्तरं तत्र अनुस्वरस्य नश्चपदञ्जलि अनुस्वरते परसवर्ण क्षमता नश्चपदञ्जलि करि च अनुस्वरते परसवर्ण इत्यनेन युङ्क् युङ्क्षे इति भवति युङ्क्षे इति क्षम्यतां तत्र से इत्यस्य षे भवति तृतीय तृतीय पादे अस्ति इति तत्र आदेशपत्येन युङ्क्षे इति भवति युङ्क्षे इति युङ्क्षे अग्रे युङ् करिच करिच अपि च अनुसर्जे परसवर्ण युङ्क्षे इति भवति युङ्क् प्रथमं प्रथमं युञ्ज् इति अस्ति चोहकुः युङ् युङ् इति भवति युङ् युङ् अनन्तरं शे इति भवति अथवा नष्टपतञ्जलि इति भवति वा? तृतीयपादे अस्ति, द्वयमपि तृतीयपादे अस्ति, अहं न जानीमः. प्रथमं तु तदनन्तरम् आदि अनन्तर आदिशपति. अस्तु अस्तु, युङ् अनन्तरं तत्र खरि च अपि च अनुसते परसवर्ण इत्यनेन युङ्क्षे इति भवति, युङ्क्षे इति. अनन्तरं युञ्ज् इति अस्ति, युञ्जाते इति भवति अत्र अनुस्वरस्य अन्नच्छवन्दले अनुस्वासे परसवर्ण कुत्वं न भवति. युञ्जाते युङ् युञ्ज् युगद्वे, अत्र युञ्ज् युगद्वे इति अस्ति, कुत्वं भवति युङ् युङ् युग द्वे. अनन्तरं तत्र यथा सामान्यम् अनुस्वारः अनुस्वरते परस्वर्ण इत्यनेन तत्र खरीच इति सूत्रस्य करणः नास्ति, युङ् द्वे इति भवति, युङ् द्वे. युञ्ज् युग ए तत्र युञ्जे इति भवति, युञ्जे एव केवलं वर्णमेलनम् अस्ति तत्र कार्यमस्ति, तत्र अनुस्वारानुसरते परस्वर्ण युञ्जे इति. अनन्तरं युञ्ज् वहे युञ्ज् महे, अत्रापि अनुस्वारः अनुसरते परस्वर्ण कुत्वं न भवति. तर्हि युङ् युङ्क्ते युञ्जा युञ्जाते युञ्जते युङ्क्षे युञ्जाते युङ् द्वे युञ्जे युञ्ज् वहे युञ्ज् महे इति रूपाणि. अस्तु अग्रे विजयमहोदय. लोट् लोट् अत्र ताम् आताम् अतां स्व आत्थां त्वम् ऐ आवहै आमहै अस्ति. अत्र रुदादिभ्युष्णम् इत्यनेन नकारः भवति, अतः युन् तादृशमेव भवति, युनज् इति भवति. अनन्तरं चोहोकुः इत्यनेन जकारस्य स्थाने गकारः भवति. अनन्तरं किमस्ति अत्र ताम् इति अस्ति, अनन्तरं किमस्ति युन् इदानीं चोककुः युङ् योगः तां भवति. अनन्तरं तत्र नचपदान्तस्य जलि इत्यनेन अनुस्वारः भवति. अनन्तरं खरिच भवति, युङ्क् इति भवति. अनन्तरं युङ्क् योगः ताम् अनुस्वारस्य ययि परसवर्णः इत्यनेन तत्र अनुस्वारः न अत्र ताम् इत्यनेन अन्तिमवर्णः न ककारस्य अन्तिमवर्णः पञ्चमवर्णः आगच्छति. युङ्क्ताम् इति अन्तिमरूपं तां योजनेन युङ्क्ताम्. अनन्तरम् आताम् इति अस्ति, तादृशमेव तत्र युनज् स्नसोरल्लोपः इत्यनेन एव मध्ये तिष्ठन्तं नकारस्य अकार उकर नकार उत्तरवर्ती अकारः इति भवति, अतः युञ्ज् योगः आताम् इति भवति. अनन्तरं नचपदान्तस्य जलि इत्यनेन अनुस्वारः भवति, अनुस्वारस्य ये परसवर्णः इत्यनेन पञ्चमवर्णः जकारस्य पञ्चमवर्णः भवति. अनन्तरं आतां योजनेन युञ्जाताम् इति भवति. अनन्तरं तादृशमेव किमस्ति अत्र अतामस्ति, युञ्जताम् इति भवति, युञ्जतां भवति. एतत् युञ्जातां भवति, इदानीं युञ्जताम् इति भवति. अनन्तरं तत्र मध्यमपुरुषे एकवचने स्व भवति, तादृशमेव रूपं भवति. अत्र इदानीं आदेशप्रत्ययोः इति कार्यं करोति, अतः स्वस्थाने क्रमेण वदतु खलु, क्रमेण गच्छामि. अत्र स्नसोरल्लोपः इत्यनेन अकारस्य लोपः भवति, युञ्ज् इति भवति. अनन्तरं चोहोकुः इत्यनेन युङ् इति भवति. अनन्तरम् एव तत्र स्वस्थाने श्व भवति आदेशप्रत्ययोः. 8350 कुत्रापि लिखितं मया, 8350 59 अस्ति आदेशप्रत्ययोः अथवा चोः कुहुः न न प्रथमम् 8-30 चोः कुः मया लिखितमत्र चोः कुः 8-30 अनन्तरमेव 8-359 आदेशप्रत्ययोः भवति स्वस्थाने श्व भवति अनन्तरं खरिच इत्यनेन ककारस्य स्थाने ककारः भवति युङ् यश्चापदान्तस्य झलि कुत्र गच्छति आम् आमाम् आदेशप्रत्ययोः अनन्तरमेव नच पदान्तस्य झलि अत्र एतत् आमामामाम् अत्र 8-324 नच पदान्तस्य झलि अतः आदेशप्रत्ययोः अनन्तरम् आदेशप्रत्ययोः अनन्तरं नच पदान्तस्य जलि इति कार्यं भवति अनन्तरं पूर्वं नष्टपादजलि खलु पूर्वं नष्टपादजलि पूर्वं तदनन्तरम् आदेशप्रत्ययोः आदेशप्रत्ययोः आमामामां तदनन्तरं लिखितमेव अत्र आदेशप्रत्ययोः पूर्वं भवति नष्टपदान्तस्य जलि तृतीय पूर्वं भवति अनन्तरम् आदेशप्रत्यय अनन्तरम् 8-359 खलु नचपदान्तस्य जलि 8-324 खलु अतः नचपदान्तस्य जलि पूर्वं भवति आदेशप्रत्ययोः अनन्तरं भवति खलु महोदय अनन्तरमेव करिच इत्यनेन युङ्क्ष्व इति भवति अनन्तरं युङ्क्ष्व युङ्क् तत्र इदानीम् अनुस्वारस्य यै परसवर्णः इत्यनेन ककारस्य अन्तिमवर्णः युङ्क्ष्व इति भवति युङ्क्ष्व इदानीं तत्र किं तत्र अपित् अस्ति किम् अत्र आत्थाम् इति अपित् अजादि अपित् अस्ति अतः तत्र स्नसोरल्लोपः अपित् अस्ति कार्यं भवति एव स्नसोरल्लोपः इति कार्यं भवति एव अतः तत्र युञ्ज् एव भवति युञ्ज् योगः आताम् अनन्तरं नचपदान्तस्य जलि इत्यनेन युञ्ज् भवति नचपदान्त अनुस्वारस्य यै परसवर्णः इत्यनेन जकारस्य अन्तिमवर्णः युञ्ज् अनन्तरम् आतां योजनेन युञ्जाताम् इति भवति अनन्तरं द्वं भवति तत्र तत्रापि तादृशमेव स्नसोरल्लोपः अनन्तरं चोहुकुः अनन्तरं नश्च पदान्तस्य जलि अनुस्वारस्य यै परसवर्णः एतत् सर्वं भूत्वा युङ् द्वम् इति अन्तिमरूपं निष्पन्नं खलु महोदय न तु प्रक्रिया वक्तव्यं वा न न सत्यं भवती जानाति खलु इदानीम् एतत् विषये एव अनन्तरम् ऐ भवति अत्र तत्र किमस्ति ऐ अस्ति एतत् पित् अस्ति अत्र परन्तु तत्र ऐ इति किमपि कार्यं नास्ति खलु महोदय स्नसोरल्लोपः एतदपि न कार्यं करोति युनज् एव भवति युनज् योगः ऐ युनज् ऐ इति भवति सत्यं तावदेव अनन्तरं महै वहै महै इति अस्ति आवहै आमहै इति अस्ति युनजा वहै तत्रापि किमपि कार्यं नास्ति वर्णमेलनमेव युनजा वहै युनजा महै इति अस्ति आहत्य तत्र किमस्ति युङ्क्तां युञ्जातां अनन्तरं तां युञ्जाताम् अनन्तरं युङ्क्ष्व युञ्जात्थां युङ्द्वम् अनन्तरं युनजै युनजा वहै युनजा महै तावदेव महोदय आं महोदय अत्र लुङ् लङ् लुङ्ष अडुदातः इत्यनेन अड आगमः भवति युनज् योगः युनज्योगः ता अस्ति युनज्योग युनज् शसरोल्लोपः इत्यनेन युञ्स्त अस्ति तदनन्तरं चोहोकुः इत्यनेन युङ्क्त युङ्क्त युङ्क्त इति भवति करीच इत्यनेन युङ् अयुङ्क्त अयुङ्क्त इति भवति नश्च पदान्तस्य जलि चोहोकुः तदनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं तदनन्तरमेव करीच इति कार्यं करोति वा आं करीच करीच इत्यनेन ककारः भवति अयुङ्क्त अनुस्वारस्य ई पर अन्तिमसूत्रमस्ति अनुस्वारस्य ई परसवर्णः इत्यनेन ङकारः भवति अयुङ्क्त अयुनच् योगः आतमस्ति अशसोरल्लोपः इत्यनेन अयुञ्ज् योगः आताम् अत्र आकारः अस्ति अतः वर्णमेलमेव अयुञ्जाताम् अयुञ्जा न महोदय अयुञ्ज् योगः आतमस्ति तदनन्तरं नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः अनुस्वारस्य ई परसवर्ण इत्यनेन ङकारः भवति अयुङ् जाताम् अयुङ् जाताम् इति भवति अयुङ् अयुनज् योगः अतः भवति श्नसोरल्लोपः इत्यनेन अयुञ्ज् योगः अत तदनन्तरम् अत इति भवति तद् नश्यपदान्तस्य जलि अनुस्वारस्य ई पर स्वर्ण इति सूत्र अनन्तरम् अयुञ्जत इति भवति अयुञ्जत अयुनज् योगः तः अत्र अयुञ्ज् शसोरल्लोपः इत्यनेन अयुञ्ज् योगः ताः अस्ति ताः अस्ति चोः कुः इत्यनेन गकारः भवति जकारस्य स्थाने अयुञ्ज् अयुञ्ज् योगः ताः नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं करिच इत्यनेन गकारस्य स्थाने ककारः भवति अयुनुक्ताः इति भवति अनग् अयुनग्धाः अयुनक्थाः आम् नश्च पदान्तस्य जलि तदनन्तरं करिच अयुनयोगः था मध्ये प्रथमं कार्यं किम् अस्ति अयुगो प्रथमं शसोरल्लोपः इति कार्यं करोति खलु अयुङ्क्ता किं वदति अयुनक् आमामाम् अयुङ्क्ता युङ्क्ताः अयुङ्क्ताः करिचत् तदनन्तरम् एव अनुस्वारस्य ई परसवर्णः कार्यं करोति वा महोदय अनुस्वारस्य परसवर्णः सर्वदा अन्तिमे कार्यं करोति अन्तिमसूत्रमस्ति लोपः इत्यनेन अयुङ्क्थाः अयुञ्स्थाः तदनन्तरं स्तोहोकुः तदनन्तरं जलि अनन्तरं किं भवति करीच तदनन्तरं करीच अनुस्वारस्य अयुङ्क्थाः अयुञ्ज् अयुनज् योगः आताम् अयुनज् योगः आताम् शसोरल्लोपः इत्यनेन अयुनज् युञ्ज् योगः आताम् इदानीं आताम् नश्च पदान्तस्य जलि इत्यनेन अनुस्वारः भवति तदनन्तरं अनुस्वारस्य परसवर्ण इति अनेन युं जाताम् इति भवति. अयुं जाताम् इं जाताम् अयुनज्योगः द्वम् अस्ति. अयुनज्योगः द्वम् इदानीं ससोरल्लोपः इत्यनेन अयुञ्जोगः द्वम् अयुञ्जोगः द्वम् चोः कुः इत्यनेन गकारः भवति. युं योगः द्वम् नश पदान्तस्य जलि इत्यनेन अनुस्वारः भवति. तदनन्तरं करिच न भवति. अनुस्वरस्य परसवर्ण इत्यनेन गकारः भवति. अयुङ् अयुङ् द्वम् अयुङ् द्वं गकारः एव तृतीय गकारः एव अयुङ् द्वम् अयुङ् द्वं सम्यक् वा? अयुङ् द्वम् अयुनज्योगः इ इ अस्ति. अयुनज्योगः इ इदानीं ससोरल्लोपः इत्यनेन अयुञ्जोगः इ नच पदान्तस्य जलि तदनन्तरम् अनुस्वारस्य इ परसवर्ण इत्यनेन अयुञ्जि अयुञ्जि ङकारः अयुञ्जि अयुनज्योगः वहि अस्ति. ससोरल्लोपः इत्यनेन अयुञ्जोगः वहि अयुञ्जोगः वहि वहि जल् नास्ति. तद् नश पदान्तस्य जलि इत्यनेन अनुस्वारः भवति. तदनन्तरम् अनुस्वारस्य इ परसवर्ण इत्यनेन जकारः भवति ञकारः भवति. अयुञ्जति युञ्ज् वहि अयुञ्ज् वहि अयुज् योगः महि अयुज् महि आम् अयुङ्क्त अयुञ्जाताम् अयुञ्जत अयुङ्क्तः अयुञ्जाताम् अयुञ्ज्वम् अयुञ्जि अयुञ्जति अयुञ्ज्मः. इदानीं विधिलिङ्गि किमपि नास्ति, सर्वत्र अपि तस्ति अतः ससोरल्लोपः. तदनन्तरं वर्णमेलनं युञ्जीत युञ्जीयातां युञ्जीरन् युञ्जीथाः युञ्जीयातां युञ्जीध्वं युञ्जीय युञ्जीवहि युञ्जि. अवगच्छन्ति वा सर्वे? आं महोदय. इदानीं युञ् समाप्तः अग्रे अस्ति. तथैव ये अन्ये धातवः सन्ति जकारान्तः तथैव भवन्ति. यथा एवमेव अञ्जु भवति अञ्ज. अत्र अञ्ज् मध्ये पश्यतु श्नान्नलोपः कार्यं करोति. यतोहि अञ्जु मध्ये किं भवति? श्नं प्रत्ये आगत्य भवति अनञ्ज् अनञ्ज् इति भवति. इदानीं न अस्ति, तस्यानन्तरं नकारः अस्ति. तत्र अञ्ज् मध्ये ञ यत् अस्ति तत् वस्तुतः नकारः अस्ति खलु. अतः अनञ्ज् अनञ्ज् अस्ति. अतः श्नान्नलोपः श्न प्रत्ययस्य न अस्ति श्न न. तस्मात् अनन्तरं यदि नकारः अस्ति चेत् तस्य लोपः भवति अनज् इति भवति अनज्. अतः अत्र किं भवति? अनज् इति भवति अनज् अङ्गम्. तदनन्तरं यत्र कुत्रापि कित् प्रत्ययः अस्ति तत्र तत्र अञ्ज् इति भवति अञ्ज् इति भवति श्नसोरल्लोपः. तर्हि यत्र पित् अस्ति तत्र अनज्, यत्र पित् नास्ति तत्र अञ्ज् इति अङ्गम्. सर्वे आगच्छन्ति? आम् महोदय. तर्हि अञ्जु अञ्ज् भञ्जो भञ्ज् भञ्ज् मध्ये अपि भनज् अथवा भञ्ज् इति अस्ति. भुज् भुज भुज् भवति तत्र भवति भुनज् भुनज् अथवा भुञ्ज्. ओविजि इति विज् विज् मध्ये किं भवति? विनज् अथवा विज्. वृजि तस्य वृज् भवति. वृज् मध्ये किं भवति? विनज् अथवा वृञ्ज् इति अस्ति. तर्हि यथा युञ्ज् कृते रूपाणि सन्ति तथैव अत्र अपि सन्ति इति पश्यतु. अस्तु, सर्वे अवगच्छन्ति खलु? अस्तु. महोदय अत्र बञ्ज् बञ्ज् इति धातुमध्ये नकारः प्रथमम् आगच्छति, बनज् इति भवति, तदनन्तरं बनञ्ज् इति भवति, अथवा तु धातुभ्यः श्नम् इत्यनेन भनञ्ज् इति भवति. इदानीं पश्यतु, श्नम् प्रत्ययः अस्ति न, तस्मात् अनन्तरं किमस्ति, धातोः नकारः अस्ति, अतः तस्य नकारस्य लोपः भवति. केन सूत्रेण? श्नान्न लोपः. अतः अतः भनज् योग इति भनज् भनज् आम्. अत्र बञ्ज् इति उक्तमस्ति, बञ्जो बञ्ज् इति स्वरलोप इत्यनेन भवति अत्र सर्वत्र नकारस्य लोप नकारस्यलोपर्लोप इत्यनेन बञ्ज् इति यद्यपि दृश्यते तद् मूल मूलनकारः नास्ति, अत्र एतत् प्रश्नम् इत्यस्य नकारः बञ्ज् नसोरलोपः एव पित् मध्ये अस्ति खलु, पित् अस्ति अपित् अस्ति चेत् एव भवति. अस्तु, इदानीं तकारान्तधातवः पश्यामः. महोदय पठतु मन्दरम. न भवती पठति खलु इदानीं, इदानीं भवती एव कृतवती खलु. रघुपतिमहोदय, रघुपति तृतीयः तकारान्तधातवः. एकः धातुः कृति इति, कृत् कृति इति, तत्र कृत् इति धातुः अस्ति लौकिकधातुः, परस्मै पदि वेष्टने इत्युक्ते आवृणोति इति, परिवेष्टयति परिवेष्टयति इति अर्थः. कृत् योगश्नम् इति अस्ति, तत्र कृणत् इति भवति अश्नम् इति इत्यनेन कृणत् इति अङ्गं कृणत् इति. तिङ्पत्ये निमित्तिक अङ्गकार्यम् अस्ति, पिस्सु अङ्गकार्यं नास्ति. कृणत् योगति तत्र णत्वं भवति, तत्र साक्षात् अस्ति इति कृत्वा रसाभ्यां नोनः इत्यनेनैव भवति. रसाभ्यां नोनः इत्यनेनैव भवति. कृणत् कृणत् कृणति इति कृणति इति रूपम्. अपि च अपित् आनि इति पित् अस्ति, अत्रापि कृणतानि इति. अपित्सु ससुरलोपः इत्यनेष्टम् इत्यस्य अकारस्य लोपः. कृणत् इत्यस्य कृन्त् इति भवति, कृन्त् कृन्त् योगतः तत्र तत्र अन्तिमे रूपे कृन्तः कृन्तः इति कृन्त् योगतः तत्र ककारद्वयं कृन्तः भवति. कृन्तः कृन्तः द्वयमपि द्वयमपि भवति तत्र किमस्ति जरोझरि वा तत्र जरोझरिसवर्णे आमां जरोजरिसवर्णे इत्यनेन कृन्तः कृन्तः इति वैकल्पेन वैकल्पिकेन सन्धिकार्यमस्ति. अस्तु, कृन्त् योगतः नष्टवञ्जलि इत्यनेन कृन्त् अनुस्वारः भवति, अनुस्वरीपरसवर्ण कृन्त् योगतः वर्णमेलने कृन्तः. देयमस्ति अस्य क्रमस्य आरम्भे अन्ते च नत्वं स्यात् इति भाति, किन्तु किन्तु पूर्वतरसिद्धम् इति इत्यनेन न भवति. आरम्भे शास्त्रसिद्धम्, अन्ते कार्यसिद्धम्. अस्तु, कृन्त् इति अस्माभिः बहुवारं बहुवारं तत्र आमां मध्ये नत्वं किमपि न भवति. हा हा, कुर्वन्ति मध्ये नकारस्य बहुवारं अनुस्वारमस्ति अत्र. अनुस्वारः अस्ति इति कृत्वा न भवति. अनुस्वारतैः परसवर्णेन इत्यनेन एव नकारः अनन्तरं भवति, दृश्यते यद् नकारः, अतः एव तत्र तदेव अस्ति. वयं पठितवन्तः, पूर्वं पठितवन्तः एकवारम्. आमाम् एकवारं पठितवन्तः, परन्तु पुनः कस्यापि प्रश्नः अस्ति वा? कृन्तः मध्ये, कृन्तः मध्ये किमर्थं यथा कृणति अति अस्ति तत्र, अत्र भवति, अत्र नास्ति. कुर्वन्ति मध्ये नकारस्य णत्वं किमर्थं न भवति, कस्यापि प्रश्नः अस्ति वा इति? नास्ति चेत् अग्रे गच्छामः, अस्ति चेत् पुनः वदामि. ततः पूर्वम् अनुस्वारः भवति इति कृत्वा रसाभ्यां नोनः इति चतुर्थपादे चतुर्थपादे एव अस्ति खलु, अतः अनुस्वारः तत् पूर्वं भवति. दृष्ट्वा इति अस्ति. अस्तु, सर्वे जानन्ति इति मन्ये, अग्रे गच्छामि. कृन्त् योगः हि, विजयामहोदय पठतु. कृन्त् योगः हि, अत्र मध्ये लिखितमस्ति द्वितीयबिन्दु अनन्तरं कृन्तयोगः हि. आं महोदय, कृन्त् योगः हि, हू जल्व्यो हेर्दि इत्यनेन कृन्त् योगः हि स्थाने धि भवति, हू जल्व्यो हेर्दि इत्यनेन. नच् पदान्तस्य जलि इदानीं तत्र नकारस्य अनुस्वारः भूत्वा कृन्त् योगः धि भवति. जलाञ्जष् जषि इत्यनेन अत्र तकारस्य तृतीय वर्णस्य सदस्य दकारः भवति, कृन्द् योगः धि भवति. अनुस्वारस्य यै परसवर्णः इत्यनेन कृन्द् योगः धि, कृन्दि इति भवति. इदानीं जरो जरि सवर्णे इत्यनेन कृन्दि भवति. अत्र विकल्पेन रूपद्वयं भवति, कृन्दि अनन्तरं कृन्दि इति. जरो जरि सवर्णे सूत्रं पूर्वमेव पठितवन्तः, अतः जरो जरि सवर्णे अनुवृत्तिसहितसूत्रम् अलः जरः लोपः अन्यस्तरस्य सवर्णे जरि संहितायाम् इति भवति. यत्र यत्र जरो जरि सवर्णे इत्यस्य प्रसङ्गः स्यात् तत्र तत्र अवश्यं प्रयोक्तव्यम्. किं महोदय, श्रूयते वा? आमाम्. अत्र रूपाणि किम् अस्ति? तर्हि झरोझरि सवर्णे सर्वे अवगच्छन्ति? प्रश्नः अस्ति वा कस्यापि झरोझरि सवर्णे इति सूत्रे? प्रश्नः नास्ति महोदय, सर्वम् एतत् महोदय. प्रश्नः अस्ति वा झरो न महोदय? न महोदय. अस्तु, इदानीं झरोझरि सवर्णे प्रसङ्गः अस्ति. तर्हि अत्र रूपाणि कुर्मः. इदानीं रूपम् अत्र कृति धातु अस्ति परस्मैपदी कृति, तस्य प्रथमं भवति कृत्, इकारस्य लोपः उपदेशे अजलनासिक इति सूत्रेण कृत् भवति. तदनन्तरं श्नादिभ्यः तदनन्तरं रुधादिभ्यः श्नम् इत्यनेन क्रीनद् योगः क्रीनद् भवति. क्रीनद् यदा इदानीं कृतवन्तः तादृशमेव भवति खलु महोदय अत्रापि? आमां, सत्यम्. अस्तु, मदर् महोदय, लोट् क्षम्यतां, लट् कृन्त् धातु, कृन्द् कृन्तयोः ति अस्ति. कृन्तयोः कृन्तयोगः ति प्रथमं कृणद्योगः ति वा कृन्त्योगः ति भवती वदतु. पीपित् अस्ति वा अपित् अस्ति? पीपित् अस्ति. अतः किं भवति किणद्योग? क्रीणत् क्रीणत् वा? क्रीणद्योगः हि. आम्, क्रिणत्योः क्रिणद्योगः ति अस्ति. तद् क्रिणद्योगः ति क्रिणक्ति क्रिणक्ति इति भवति. क्रिणक्ति इति अनेन नकारस्य नकारः नत्वं न भवति वा? इदानीमेव क्लेशः उक्तं खलु, रेपः अस्ति अत्र कृणक्ति अत्र भवति, नत्वं भवति अत्र भवति. किमर्थं चेत् अनुस्वारः न भवति न खलु? कृणक्ति कृणक्ति इति भवति. सम्यक् वा महोदय? कृणक्ति सम्यक् सम्यक् एव. कृणक् कृणक्ति योगः तः अस्ति. कृणत्योगः तः इदानीं ससोरल्लोपः इत्यनेन कृन्त्योगः तः कृन्तः कृन्तः एव. कृणत्योगः अन्ति कृणत्योगः अन्तिः अस्ति कृन्त्योग श्रसोरलोपः इत्यनेन कृन्त्योगः अन्ति कृन्तन्ति आम् वर्णमेलनमेव कृणत्योगः असि पित् अस्ति अतः कृणत्सि अत्र नत्वं भवति कृणत्सि रषाभ्यां नूनः समानपदे इति सूत्रेण कृन्त् योगः तः अस्ति कृन्त् योगः तः कृन्तः कृन्तः कृन्त इत्येव कृणत्योगः मि कृणत्मि नत्वम् अत्रापि भवति कृणत्मि कृणत्मि कृणत्योगः वः कृन्त्योगः वः इति अनेन श्वसोरल्लोपः इत्यनेन कृन्त्वः कृन्त्मः सम्यक् वा कृन्त्मः तर्हि किं भवति कृन्त् लट् लकारे किं भवति तथैव कृणत्ति क्री क्री नत्वमेव कृणत्ति कृन्तः अथवा कृन्तः कृणन्ति इति अन्ति कथं भवति कृणन्ति कृन्तन्ति कृन्तन्ति कृन्तन्ति कृन्तन्ति कृणत्सि कृन्तः कृन्त कृणत्मि कृन्त्वः कृन्त्मः न महोदय तत्र अस्तु किमपि भिन्नः नास्ति केवलं हि मध्ये हूजल्व्यो हेर्दि इत्यनेन धी भवति कृणत् योगः धी कृणत् योगः धी इदानीम् अपि तस्ति यतः श्नसोरल्लोभः इत्यनेन कृन्त् योगः हि धी तदनन्तरं किं भवति मस्तपदान्तस्य झलि इत्यनेन कृन्त् योगः धी अनुस्वारः भवति तदनन्तरं झलां झ झषि इत्यनेन कृन्द् योगः धी कृन्धि अथवा कृन्धि नाम झरोझरिसवर्णेत्वेन कृन्धि भवति अथवा कृन्धि द ध अपि भवति केवलं ध अपि भवति सर्वे आगच्छन्ति मध्ये अपि किमपि नास्ति अतः एकवारं गृहकार्यरूपेण अस्तु धन्यवादः महोदय शुभरात्रि गृहकार्यरूपेण करोतु वा आम् आम् महोदय मया उक्तं करोतु अनुस्वारस्य ये परसवन तादृशमेव भवति नास्ति धन्यवादः धन्यवादः धन्यवादः महोदय